अस्तु, विभागसंयोगनाशयोः कार्यकारणभावः इत्यस्य विषये एका चर्चा प्रवर्तमाना अस्ति. तन्निमित्तम् एकं करपत्रं पठ्यमानमस्ति अधुना, यस्मिन् प्रश्नोत्तररीत्या सर्वम् उपस्थापितं. तर्हि पूर्वतन अंशानां पुनरावलोकनं किञ्चित् दुष्करमेव, यतोहि प्रश्नोत्तररीत्या अस्ति. तदर्थम् अहं किञ्चित् सारांशरूपेण पुनस्मरणार्थं वदामि. अपि च शनिवासरस्य वर्गे जयन्ती भगिन्या च गोपालमहोदयेन मिलित्वा उपस्थापनं कृतं, वार्तालापरीत्या एव. वार्तालापं कृत्वा एकः प्रश्नं पृच्छति, अपरा उत्तरं वदाति, तद्वत् कृतं. तर्हि कृपया शृण्वन्तु, समीचीनमासीत् तदुपस्थापनमपि. अस्तु, तर्हि अग्रे सरेम. विभागसंयोगनाशयोः कार्यकारणभावः इत्यस्य सन्दर्भे एका प्रक्रिया दृष्टा आसीत् अस्माभिः. प्रक्रियायां प्रथमं क्रिया जायते, क्रियातः द्वयोः वस्तुनोः संयोगः भवति, पुनः क्रिया जायते, तत्र तया क्रियया विभागः, तदनन्तरं संयोगनाशः इति एका प्रक्रिया आसीत्. तर्हि तस्मिन् सन्दर्भे पूर्वपक्षी बहून् प्रश्नान् पृच्छति, कथं विभागसंयोगनाशयोः मध्ये कार्यकारणभावः सिद्ध्यति इत्यस्य स्पष्टीकरणार्थं. तत्र आरम्भे पृच्छति यत् अस्तु, यया क्रियया संयोगः जातः तया क्रियया तस्मिन्नेव क्षणे संयोगनाशः, अथवा संयोगस्य अनन्तरक्षणे संयोगनाशः किमर्थं न स्यात् इति. तदा उत्तररूपेण उच्यते यत् एकया एव क्रियया, या क्रिया संयोगं जनयति तया एव संयोगस्य तस्यैव संयोगस्य नाशः इति न जायेत. अतः तत्र क्रियान्तरम् अपेक्षितमस्ति तस्य संयोगस्य नाशनार्थम् इति तु एकमासीत्. अस्तु, तर्हि तया एव क्रियया, संयोगजनिका क्रियया यदा संयोगनाशः न जायते चेत्, अपरया क्रियया जायते चेत्, तर्हि मध्ये पुनः विभागस्य आवश्यकता का इति अपि एकः प्रश्नः आसीत्. तस्य उत्तररूपेण वदति यत् लोके तु विभक्तः, विभक्तम् इत्यादिकम् अस्ति एव प्रतीतिः अथवा प्रत्ययः भवति. हस्तात् विभक्तं पुस्तकम् इत्यादीनाम् उदाहरणं दत्त्वा सिद्धान्ती वदति यत् विभागनामक एकः पदार्थः आवश्यकः, तर्हि सः पदार्थः एव संयोगनाशं जनयति इति. घटपटयोः संयोगनाशः इत्यस्यां प्रतीत्यां तु विभागस्य उल्लेखः नास्तिरेव, किन्तु घटः पटात् विभक्तः अथवा फलं वृक्षात् विभक्तम् इत्यस्यां प्रतीत्यां विभागनामकपदार्थस्य आवश्यकता अस्ति, एकः सावधिकपदार्थः भवेत् इति कृत्वा, तत्र अवधिः अपि भासते इति कृत्वा. संयोगनाशस्य प्रयोगेण सावधिकपदार्थस्य उल्लेखः एव न क्रियते, यतोहि तत्र तस्य प्रयोगे अवधिः न भासते इति कृत्वा. तर्हि अधुना विभागः आवश्यकः, संयोगनाशकः अपि, संयोगनाशः इति पदार्थः अपि अस्ति इति साधितं. तस्य साधनानन्तरम् अपि तयोः मध्ये कीदृशः सम्बन्धः स्यात् इत्यस्यां चर्चायां कार्यकारणभावः भवेदिति पूर्वपक्षी वदति, किन्तु सिद्धान्ति भगिनि किं सिद्धान्तिनः वदन्ति किल कार्यकारणभावः भवेत् अतः. सत्यम् इति एव आसीत् खलु भगिनि, अथवा माम् अहं पूर्वपक्षी इति उक्तवती वा? अस्तु अस्तु, क्षम्यता. अस्तु, हा, तर्हि पुनः पौनपौनेन एषः सिद्धान्ति वदन् अस्ति यत् कार्यकारणभावः भवेत् इति. किन्तु तत्र यद्यपि द्वौ पदार्थौ स्तः, अपि च उभयोः विद्यमानत्वम् अस्ति इति अङ्गीकारे अपि, तयोः मध्ये कीदृशसम्बन्धः भवेत् इत्यस्य विषये पूर्वपक्षिणः स्पष्टता नास्ति. कार्यकारणभावः किमर्थं स्यात्? द्वयोः समानकाले उत्पत्तिः भवति चेत् पूर्ववृत्तित्वं कस्मिन् आरोप्यते इत्यादिकम् आगतम् आसीत्। तत्र उदाहरणमपि दत्तम् आसीत्, सूर्यकिरणैः सस्यमपि जायते वृक्षः अपि जायते, तद्वत् किमर्थं न एकया क्रियया एव विभागः अपि च संयोगनाशः अपि भवेत् भवेताम् इति सर्वं कृत्वा अन्ततो गत्वा तयोः मध्ये समानकारणेन जन्यत्वं समानकारणजन्यत्वम् इति भवेत् कश्चन सम्बन्धः इति पर्यन्तं प्राप्तमस्ति अस्माभिः। तर्हि इतः अग्रे सरेम। संध्या भगिनी पठति वा कश्चन सम्बन्धः नाम तस्मात् आरभ्य? कश्चन सम्बन्धः नाम द्वयोः कारणं समानम् इति वा? कश्चन सम्बन्धः नाम द्वयोः कारणं समानं, समानकारणजन्यत्वम्। तर्हि एतत् पक्षानुसारं विभागजविभागः कथम् उत्पाद्यते? हस्तपुस्तकविभागः सदाकारपुस्तकविभागः इति पूर्वपक्षी प्रश्नं करोति। तर्हि यदि द्वयोः कोऽपि सम्बन्धः भगिनि एकनिमिषः कुत्रचित् ध्वनिः अस्ति, तर्हि कृपया म्यूट् कुर्वन्तु। यदा वदनस्य आवश्यकता अस्ति तदा कृपया अन्म्यूट् इति। अस्तु भगिनि अग्रे। तर्हि कश्चन सम्बन्धः नाम द्वयोः कारणं समानं, तर्हि तत्र कार्यकारणभावः नास्ति चेत् तत्र अन्यः कः सम्बन्धः भवतु इति पूर्वपक्षी वदति। पूर्वपक्षिणः आक्षेपः कार्यकारणभावस्य विषये अस्ति इति दृश्यते। तर्हि समानकारणजन्यत्वम् इति तत्र भवतु वा इति ते वदन्ति प्रश्ने। हा, किमर्थं तदा वदन्ति समानकारणजन्यत्वं स्यात् इति? पूर्वस्मिन् परिच्छेदे तस्य किञ्चित् प्रतिपादनमस्ति। तस्य पूर्वम् उत्तरं यद्दति तत् पठामि वा? आमां, समानकारणजन्यत्वम् इति किमर्थं वदति पूर्वपक्षे? तत्र कार्यकारणभावस्य तेषाम् अङ्गीकारः नास्ति। तत्र नियतसम्बन्धः अस्ति चेत् कार्यकारणभावः भवतु इति सिद्धान्ति वदति। परन्तु तत्र यथा सूर्यकिरणैः बहूनि सस्यानि उत्पद्यन्ते तथा तत्र समानकारणजन्यत्वं यथा अस्ति सूर्यकिरणः इति कारणं, तेन तत्र सस्यानां तत्र जन्म भवति, तथैव अत्रापि भवितुम् अर्हति इति समानकारणजन्यत्वं विभागं। हा, अपि च नियतत्वेन नियमितरूपेण नियमः इव तयोः साहचर्यमपि दृश्यते। विभागः यत्र भवति तत्र संयोगनाशः भवति एव। नियमेन दृश्यते इति सिद्धान्तिनः पक्षः, तादृशं किमपि तत्र पूर्वपक्षिणः एतावत्पर्यन्तं वदन्ति इति समीचीनम् इति नास्ति। तर्हि पूर्वसिद्धान्तिनः उत्तरमस्ति नियमेन उभयोः विद्यमानत्वम् एकत्र भवति चेत् कश्चन सम्बन्धः भवतु इति, सः सम्बन्धः कार्यकारणभावः भवतु इति ते वादं कुर्वन्ति। एते वदन्ति समानकारणजन्यत्वं भवतु। आं भगिनि, समीचीनमस्ति। विभागसंयोगतयोः समानकारणजन्यत्वं भवतु यथा सस्योत्पादने सूर्यकिरणानां तत्र कारणत्वमस्ति इति। तर्हि अग्रे सिद्धान्तिनः उत्तरत्वेन वदन्ति तथा सति विभागजविभागः इति कथम् आगच्छति? तत्र हस्तपुस्तकविभागः प्रथमं, तदनन्तरं इत्युक्ते हस्तपुस्तकविभागः तत्र क्रियया भवति, अनन्तरं तत्र कर्मजसंयोगः कर्मजविभागः अनन्तरं कायपुस्तकविभागः यः पूर्वस्मिन् विभागतः आगच्छति विभागजविभागः अस्ति अतः तत्र तु समानकारणजन्यत्वं दृश्यते द्वयोः मध्ये इति ते वदन्ति अत्र. हा तर्हि एतेषाम् उत्तरप्रश्नः अस्ति अस्तु समानकारणजन्यत्वम् इति एव भवतु इति वदति कः सिद्धान्ति. अस्तु तर्हि तस्य आधारेण कथम् अग्रे किमपि प्रतिपादनीयं भवति खलु वार्ता न समाप्ता संयोगविभागविषये कर्मजः अपि च संयोगजः इति यथा भवति तद्वत् विभागजः अपि भवति. तर्हि प्रायः उत्तररूपेण अस्तु तां प्रक्रियाम् इत्युक्ते विभागजविभागम् अपि च संयोगनाशं कथं प्रतिपादयति इति पुनः पृच्छति एषः सिद्धान्त. तर्हि तत्र उत्तरत्वेन तस्य प्रश्नस्य उत्तरत्वेन सिद्धान्तिनः प्रश्नस्य अग्रे पूर्वपक्षी वदति तत्रापि विभागः च संयोगनाशः समानक्षणे भवतु. इत्युक्ते तत्र विभागे अपि विभागः अपि च संयोगनाशः द्वयोः तत्र समानक्षणे भवतु इति ते वदन्ति. इत्युक्ते यथा हस्तपुस्तकविभागे विभागसंयोगनाशस्य समानक्षणे प्रभावः तथैव कार्यपुस्तक विभागे विभागविभागे अपि तथैव भवतु इति ते वदन्ति. तद् स्वीकृत्य सिद्धान्ती वदति विभागसंयोगनाशयोः कार्यकारणभावो नास्ति चेत् समानक्रियातः जायते चेत् किमर्थं द्वयोः पार्थक्यम्. तर्हि यदि द्वयोः मध्ये तत्र केवलं विभागः अपि संयोगनाशयोः मध्ये यदि कार्यकारणभावः नास्ति यथा पूर्वपक्षी वदति तर्हि किमर्थं द्वयोः पार्थक्यम्. अत्र द्वयोः इत्युक्ते विभागः अपि च संयोगनाशः द्वयोः मध्ये किमर्थं तत्र पार्थक्यं पृथक् पृथक् किमर्थम् एकमेव भवतु इति प्रतिप्रश्नं करोति सिद्धान्ती. एतत् सत्यं सिद्धान्ती तादृशप्रतिप्रश्नं करोति. वस्तुतः सिद्धान्तिभिः एव पूर्वमेव साधितं यद् विभागः इति अन्यतमः पदार्थः आवश्यकः विभक्तम् इति प्रतीत्याः साधनार्थम् इति खलु. अत्र तु पुनः पृच्छति अस्तु कार्यकारणभावो नास्ति सर्वम् एकस्मिन् क्षणे एव भवति समानकालिकत्वम् अस्ति चेत् द्वयोः पुनः पार्थक्यं किमर्थं स्यात् इति सः सिद्धान्ति एव पृच्छति. इत्युक्ते पुनः सिद्धान्तिनः मतं यदस्ति कार्यकारणभावः अस्ति अतः विभागः संयोगनाशः इति द्वौ पदार्थौ पृथक् इत्येव वदति. तत् पृथक् अस्ति अतः एव तत्र कार्यकारणभावः अस्ति अतः एव पृथक् स्तः नो चेत् किमर्थं वदामः तत्र पृथक् पृथक् अस्ति. प्रथमं तु कार्यकारणभावः अस्ति इति तस्य दृढमतम् अस्ति तदर्थं पार्थक्यम्. अपरं तु सः एव उक्तवान् पूर्वमपि यद् विभक्त इति प्रतीत्याः साधनार्थं प्रतीतिः तु अस्ति लोके तदर्थम् अपरः एकः भवेत् सावधिकपदार्थः इति उक्त्वा अधुना वारं वारं प्रश्नोत्तररीत्या पृच्छति. तर्हि समानकालिकत्वं समानकारणजन्यत्वम् इति वदति चेत् द्वयोः पदार्थयोः आवश्यकता का एका एव भवतु किल इति. अस्तु तर्हि हा अग्रे अपि भवती पठतु भगिनि तदा किञ्चित्. एका एव घटना दृष्टिद्वयेन द्रष्टुं शक्यते किल. सावधिकविवक्षायां विभागः इति वक्तव्यं. सावधिकविवक्षा नास्ति चेत् संयोगनाशः. घटना एका एव. अस्तु तर्हि एतादृशः अपि मार्गः भवितुम् अर्हति. तर्हि इदानीं पूर्वपक्षी वदति तत्र संयोगनाशः एव विभागः. यदा सावधिकं पदार्थम् इच्छामः तथा विभागम् इति वक्तुं शक्नुमः. तमेव पदार्थं यदा सावधिक अस्माकं न इच्छामः तावधिकः भवतु इति न इच्छामः, तथा वक्तुं न इच्छामः, तर्हि संयोगनाशम् इति वक्तुं शक्नुमः. स एव पदार्थः एकया दृष्ट्या सावधिकः विभागः, भिन्नया दृष्ट्या सावधिकः नास्ति, संयोगनाशः इति पूर्वपक्षी इदानीम् उपस्थापयति. तर्हि सिद्धान्ती वदति अस्तु, तर्हि क्षणं यावत् तत् स्वीकुर्मः इति इति वदति. अस्तु, समीचीनं. तर्हि नूतनतया केनचित् आगतं वा अधुना? अहं लक्ष्मी अस्मि भगिनि. लक्ष्मी भगिनि, अस्तु, अग्रे सरेम. तर्हि राजेन्द्रमहोदय अग्रे पठति वा? आम् आं भगिनि. प्रश्नः, भवितुम् अर्हति चेत् लाघवं किल, तर्हि विभागसंयोगनाश्योः कार्यकारणभावं विभागस्य च पूर्ववृत्तित्वं च त्यजाम. उत्तरं न, किन्तु कार्यकारणम्. एकनिमिषः, एकनिमिषः. प्रश्नः बुद्धं वा एकवारं कृपया तस्य प्रतिपादनं. आं भगिनि, किञ्चित् सरलमेव अस्ति. प्रश्नः अस्ति, पूर्वपक्षिणः वदति यथा यथा सिद्धान्तिनः वदति अस्तु, तदपि एकदृशी मार्गं भवितुं मार्गः भवितुम् अर्हति, यथा विवक्षानुसारं विभागः वदामः अथवा संयोगनाशः वदामः. घटना तु एका एव अस्ति, प्रतिपक्षिणः वदन्ति. उत्तरम् उत्तररूपेण यथा भगिनी इदानीमेव उक्तवती, सिद्धान्तेन वदन्ति अस्तु, किञ्चित् कालपर्यन्तं स्वीकुर्मः, तथैव भवति, तत् अपि भवितुम् अर्हति. तत्र पूर्वपक्षिणः पुनः वदन्ति, भवितुम् अर्हति चेत् लाघवं किल, तेषां तर्कः अस्ति, तत्तु लाघवम् अस्ति, तत् सरलम् अस्ति, भवितुम् अर्हति तथा. तर्हि विभागसंयोगनाश्योः कार्यकारणभावं विभागस्य पूर्ववृत्तित्वं च त्यजाम. तर्हि पूर्वपक्षिणः वदन्ति विभागसंयोगनाश्योः मध्ये कार्यकारणभावं अथवा विभागस्य च पूर्ववृत्तित्वं संयोगनाशस्य प्रति भवति, तत्तु त्यजामः एव, तत् कोऽपि आवश्यकता नास्ति, तत् पूर्वपक्षिणः वदन्ति. समीचीनं महोदय. तर्हि उत्तरत्वेन उत्तरं न, न, किन्तु कार्यकारणभावस्य स्वीकारे नियामकं भवति अन्वयव्यतिरेक अनुविधानम्. अन्वयव्यतिरेकसहचाराभ्यां कार्यकारणभावः निर्मीयते. दण्डसुप्ते घटस्त्वं, दण्ड अभावे घटाभावः इति अन्वयव्यतिरेकसहचारः. अन्वयव्यतिरेकसहचाराभ्यां कार्यकारणभावः इति तथा यथा, तत्रैव अत्रापि अन्वयव्यतिरेकसहचारौ स्तः. तद् आधारेण तयोः कार्यकारणभावः स्वीकृतः. अन्वयव्यतिरेकसहचारौ एव प्रमाणं कार्यकारणभावस्य स्वीकारे. अत्र संयोगनाशस्य विभागेन साकं तादृशसहचरौ स्तः. विभागः भवति चेत् संयोगनाशः विभागो, संयोगनाशः विभागो नास्ति चेत् संयोगनाशः नास्ति. एवं च मार्गद्वयं भवतु, भवदुक्तरीत्या तदा च अत्र कार्यकारणभावः. सिद्धान्तिनः वदति किन्तु कार्यकारणभावस्य तत्र नियामकरूपेण कार्यकारणभावः अत्र दृश्यते, यथा अन्वयव्यतिरेक विचारे अन्वयव्यतिरेक सन्दर्भे तत्र नियामकं रूपं नियमितरूपेण कार्यकारणभावः अस्ति. अन्वयव्यतिरेक अत्र नियामकम् इत्युक्ते यः नियमं स्थापयति, यद् नियमं स्थापयति तद् नियामकम्. तर्हि कार्यकारणभावस्य अङ्गीकरणार्थं नियामकं किम्? नियामकं भवति अन्वयव्यतिरेक अनुविधानम्. अन्वयव्यतिरेक सहचरः यथा अस्ति, तत् तत् कारणात् तत्र नियमः स्वीकुर्मः कार्यकारणभावस्य. अस्तु, किञ्चित् स्मारयति वा महोदय तत्र अन्वयसहचारः व्यतिरेकसहचारः इत्युक्ते किम् इति? न भगिनि, सम्यक्तया न स्मरामि. अस्तु, अन्य कोऽपि साहाय्यं ददाति? अन्वयसहचारः भवति यत्र यत्र धूमः अस्ति तत्र वह्नि भवत् अस्ति, व्यतिरेक भवति न जलं न वह्नि. हा, तत्तु समीचीनमेव, किन्तु भवती अनुमानस्य विषये वदति खलु, अन्वयव्याप्तिः व्यतिरेकव्याप्तिः, तत्र तु हेतुसाध्ययोः मध्ये. कार्यकारणभावस्य सन्दर्भे अपि एकवारं चर्चितमासीत् अस्माभिः अन्वयसहचारः व्यतिरेकसहचारः इति. भवती यथा उक्त, लक्ष्मी भगिनी, यत्र यत्र कार्यमस्ति तत्र कारणमस्ति, कारणमपि अस्ति चेत् तत् अन्वयसहचारः. समीचीनम्. यत्र यत्र कार्यमपि नास्ति कारणमपि नास्ति तत् व्यतिरेक व्यतिरेकसहचारः. अनन्तरम् अन्वयव्यभिचारः व्यतिरेकव्यभिचारः. अन्वयव्यभिचारः अस्ति यत्र कार्यमस्ति कारणं नास्ति, व्यतिरेक व्यभिचारः अस्ति यत्र कार्यं नास्ति किन्तु कारणमस्ति. चतुर्विधम्. बहु समीचीनमस्ति भगिनि. तदा एव अस्ति, कार्यकारणभावस्य विषये अपि अस्माभिः पठितम् आसीत् प्रायः त्रिअशीतितमपुटे अस्ति, अनन्तरं द्रष्टुं शक्नुवन्ति पुनरावर्तनार्थं, पुनरावर्तनाय. तर्हि संक्षेपेण अन्वयसहचारः इत्युक्ते कारणमस्ति कार्यमपि अस्ति इति अन्वयसहचारः. व्यतिरेकसहचारः इत्युक्ते कारणं नास्ति कार्यमपि नास्ति इति. बुद्धं वा राजेन्द्रमहोदय? व्यतिरेकसहचारः कारणं नास्ति कार्यमपि नास्ति. सत्यम्. अन्वयसहचारः अस्ति, कार्यमस्ति, कारणमपि अस्ति. हा, सहचारः इति भावरूपेण विद्यमानत्वम् इति. अन्वयः अस्ति उभयोः. व्यतिरेकसहचारः इत्युक्ते अभावरूपेण विद्यमानत्वं, नास्ति नास्ति इति. बुद्धं वा? आम् आम् आम् भगिनि. परन्तु अन्वयव्यतिरेकसहचारभ्यां तत्र किम् अस्ति? अन्वयव्यतिरेक केवलं मिलित्वा तथा समस्तपदं वस्तुतः अन्वयसहचार व्यतिरेकसहचाराभ्याम् इति अपि वक्तुं शक्नुवन्ति. यत्र कार्यमस्ति कारणमपि अस्ति, यत्र कारण अभावः अस्ति कार्य अभावः अपि अस्ति. हा, तर्हि तयोः आधारेण कार्यकारणभावः निर्णीयते खलु सर्वदा इति वार्ता अस्ति. अस्तु, अग्रे महोदय. दण्डसत्त्वे घटसत्त्वं, दण्ड अभावे घटाभावः इति अन्वयव्यतिरेकसहचारः. दण्डः अस्ति चेत् घटमपि अस्ति भवति, दण्ड अभावे घट अभावः इति अन्वयव्यतिरेक सहचारः. परन्तु तत्र दण्डाभाव घटनिर्माणं न भवति दण्डाभावे. सत्यं. तर्हि अधुना भवान् एव वदतु, दण्डसत्त्वे घटसत्त्वम् इति कीदृशसहचारः? दण्ड अन्वयसहचारः. हा, दण्डाभावे घटाभावः इति व्यतिरेकसहचारः. बुद्धं खलु? इत्युक्ते दण्डः, दण्डः इति कारणं, तस्य अभावे कार्यं घटः अपि न भवति, तर्हि घटस्य अभावः इति. तदर्थं तयोः मध्ये कार्यकारणभावः निर्णीयते. तथा एव नियमः अस्ति, नियामकं भवति. अन्वयव्यतिरेकसहचाराभ्यां कार्यकारणभावः इति तथा तथैव अत्र अपि अन्वयव्यतिरेकसहचारौ स्तः. अस्मिन् अस्मिन् सन्दर्भे विभागसंयोगनाशसन्दर्भे अपि अन्वयव्यतिरेकसहचारः सहचारः भवति तद् आधारेण तयोः कार्यकारणभावः स्वीकृतः तद् आधारेण एव विभागः अस्ति संयोगनाशः अपि भवति अन्वयसहचारः संयोगनाशः न अस्ति विभागः अपि न अस्ति तत् व्यतिरेकसहचारः तद् आधारेण तयोः कार्यकारणभावः स्वीकृतः अन्वयव्यतिरेकसहचारौ एव प्रमाणं कार्यकारणभावस्य स्वीकार्य तत् सः एव नियमः अस्ति अन्वयव्यतिरेकसहचारः भवति ते सः प्रमाणः अस्ति कार्यकारणभावस्य प्रति अत्र संयोगनाशस्य विभागेन साकं तादृशसहचरौ स्तः संयोगनाशविभागेन मध्ये तत् तादृशसहचरौ अस्ति एव विभागः भवति चेत् संयोगनाशः विभागः नास्ति चेत् संयोगनाशः अपि नास्ति एवं च मार्गद्वयं भवतु भवदुक्तरीत्या तथा च अत्र कार्येण कारण भावः तर्हि मार्गद्वयं किम् अत्र विभागः अस्ति संयोगनाशः अपि अस्ति विभागः नास्ति संयोगनाशः अपि नास्ति मार्गद्वयं सत्यं सत्यं भवता यदुक्तं तत्तु कार्यकारणभावस्य नियामकः अस्तु भवदुक्तरीत्या इत्युक्ते पूर्वपक्षिणा यदुक्तं तया रीत्या समानकारणजन्यत्वम् अपि भवतु मया यथा उक्तं तथा अन्वयव्यतिरेकसहचाराभ्यां कार्यकारणभावः अपि भवतु इति वदति सिद्धान्ति अस्तु अस्तु अस्तु भवदुक्तरीत्या तथा च अत्र कार्यकारण भावः मार्गद्वये अत्र कार्यकारणभावः अस्ति सत्यं मार्गद्वयमपि भवतु इति चेत् एकमार्गः अस्ति समानकारणजन्यत्वम् अपि च मया यदुक्तं तदा तद्वत् कार्यकारणभावः अपि भवतु इति वदति सिद्धान्ति भगिनी अत्र पूर्वपक्षी यः वदति तत्र किञ्चित् द्वयम् इति वदति किल पूर्वं वदति तत्र विभागः संयोगनाशः अपि तत्र पूर्वं वदति एकः एव पदार्थः अतः एव दृष्टिद्वयेन द्रष्टुं शक्नुमः सावधिकविवक्षा अस्ति चेत् विभागः नास्ति चेत् संयोगनाशः परन्तु भिन्नं यत्र समान कारणजन्यत्वम् इति यदि वदति तत्र किञ्चित् अङ्गीकारः अस्ति यत् पदार्थद्वयमस्ति परन्तु पदार्थद्वयमपि तत् एकस्मात् कारणात् जन्यते इति किञ्चित् तत्र भेदः अस्ति किल पूर्वपक्षिणः मते सत्यं किञ्चित् तु भेदः अस्ति वस्तुतः परन्तु यत्किमपि भवतु कार्यकारणभावः नास्ति इति तयोः मध्ये अपि च एतदपि वदति सः एव एका एव घटना भिन्नरीत्या द्रष्टुं शक्यते इति एकः एव पदार्थः इति तर्हि हा एक पौनपौनेन सः कार्यकारणभावः अस्ति वा इति प्रश्नं करोति इति मन्ये एतादृशान् प्रश्नान् पृष्ट्वा तर्हि अत्र उत्तरे मार्गद्वयं भवतु यदस्ति भवदुक्तरीत्या अपि च कार्यकारणभावः तर्हि कार्यकारणभावस्य विषये अहं वदामि इत्युक्ते सिद्धान्ति भवदुक्तरीत्या इत्युक्ते द्वयं तत्र पदार्थद्वयं नास्ति इत्यपि अपि च समान कारणजन्यत्वम् अस्ति कार्यकारणभावः प्रायः तत्र समानकालिकपदार्थः एका एव घटना भगिनी अत्र मम अवगमनमस्ति अत्र अहं चिन्तयामि अत्र सिद्धान्तिनः सम्पूर्णतया न अङ्गीकरोति परन्तु इदानीं तर्कः कथं भवतु तत्र कथा साधनीया तत् कारणतः किञ्चित् हाफ् हार्टेड् स्वीकरोति तत्र अस्तु अग्रे पश्यामः किम् अस्ति इति अपि अस्ति, अग्रे गत्वा साधयिष्यति, कार्यकारणभावः एव इति साधयिष्यन्ति. परन्तु अस्तु, यथा भगिनी उक्तवती, अधुना सम्प्रति अस्तु तथा मार्गद्वयम् अस्ति इति अङ्गीकुर्मः इति. तर्हि मार्गद्वये सन्ध्या भगिनी यथा भवता भवत्या उक्तं, पूर्वस्मिन् परिच्छेदे एका एव घटना उभयता द्रष्टुं शक्यते किल इति एकं मार्गम् इति अहमपि चिन्तयामि. हा, इत्युक्ते पदार्थद्वयं नास्ति, एकमेव, अपि च कार्यकारणभावः अपि नास्ति इति एकः मार्गः. एतेषां मार्गः पदार्थद्वयं भिन्नभिन्नौ कार्यकारणभावः अस्ति इति. हा, इति सिद्धान्तिनः वदन्ति. अस्तु, अग्रे गच्छेम तर्हि. अस्तु, सरला भगिनी पठितुम् इच्छति वा? आं भगिनि. प्रश्न, किन्तु द्वयोः मध्ये एकदोषपूर्ण अपि भवितुम् अर्हति किल? पूर्वपक्षे इदानीं पुनः पृच्छति, द्वयोः मध्ये यदि समानकारणजन्यत्वं वा कार्यकारणभाव अन्वयव्यतिरेकसहचार यदि भवति द्वयोः मध्ये एकदोषपूर्ण वार्ता अस्ति, पृच्छति. उत्तरं न, द्वया द्वाभ्याम् अपि मार्गाभ्याम् उपपादयितुं शक्यते यथा दृष्टिः तथा सृष्टिः. तृतीयमार्ग अपि अस्ति. मीमांसकेषु कश्चन वदति यत् कार्यकारणभावः अपि अस्ति द्वयोः समानकालिकौ कालिकोपपत् अपि हि अस्ति. यस्मिन् समये कारणं तस्मिन् एव समये कार्यम् अपि. कारणपूर्ववृत्तित्वस्य आवश्यकता एव नास्ति इति तेषां मतम्. इदानीं सिद्धान्तः उत्तरं ददाति. द्वाभ्यां मार्गाभ्याम् उपपादयितुं शक्यते. समानाधिकरणं वा कार्यकारणभावः द्वयो मार्गे एतत् एता घटना वयं साधयितुं शक्नुमः. यथा दृष्टि तथा सृष्टि, तस्य यथा वयं दृष्टामः तथा यथा सृष्टिः तथा सृष्टिः भवति. तृतीयमार्गः अपि अस्ति, इत्युक्ते भिन्नभिन्न भिन्नभिन्न पर्स्पेक्टिव्स् अस्ति इति ते अपि अङ्गीकुर्वन्ति. तृतीयमार्गः अपि अपि अस्ति. इदानीं सः अन्यमार्गम् आनयति. मीमांसकेषु कश्चन वदति यत् कार्यकारणभावः अपि अस्ति, द्वयोः समानकालिक उपपत्ति अपि अस्ति. न केवलं कार्यकारणभावः अस्ति, किन्तु एकस्मिन् काले द्वयोः भवति संयोगनाशनविभागः एकस्मिन् काले अस्ति. प्रथमं वयं चर्चा भवति, एका क्रिया भवति यस्य कारणे विभागसंयोगनाशः भवति. इदानीं तृतीयकालस्य बिन्दुः आनयति. यस्मिन् समये कारणं तस्मिन् एव समये कार्यमपि. कार्यम् एकस्मिन् समये भवति. कारणपूर्ववृत्तित्वस्य आवश्यकता एव नास्ति इति तेषां मतं. तेषां मतमस्ति, यथा वयं जानीमः कारणं सदैव कार्यस्य पूरणं भवति, तस्य मते एतत् नास्ति, पूर्ववृत्तित्वं नास्ति कारणस्य. समीचीनं. तर्हि मार्गत्रयम् अस्ति. प्रथमं तु सर्वं समानकाले इति. प्रथमतया एका एव घटना भिन्नरीत्या द्रष्टुं शक्यते, तदपि समानकाले एव द्वयोः पदार्थयोः विभागः संयोगनाशः पृथक् इति स्वीकुर्मश्चेदपि समानकाले उत्पत्तिः इति एकं मतम् एकः मार्गः. कस्य मार्गः एषः? सिद्धान्तिनः. चिन्तयतु, समानकालिकोत्पत्तिः, समानकारणजन्यत्वम् इति सर्वं कस्य मार्गः आसीत्? पूर्वपक्षिणः. पूर्वपक्षिणः एव आसीत् खलु, समानकालजन्यत्वं समानकारणजन्यत्वम् इति एकः मार्गः. द्वितीयः मार्गः अस्ति सिद्धान्तिनः, कार्यकारणभावः इति. तर्हि तेषाम् अनुगुणं कार्यकारणभावः अस्ति चेत् कारणस्य पूर्ववृत्तित्वं स्यात्, कार्यपूर्ववृत्तिः स्यात्, वृत्तिः स्यात् कारणम् इति सिद्धान्तिनः द्वितीयमार्गः. अत्र तृतीयमार्गः अस्ति मीमांसकानां, यत् ते कार्यकारणभावमपि अङ्गीकुर्वन्ति, समानकालोत्पत्तिरपि अङ्गीकुर्वन्ति. समानकालिक अपि कार्यकारणभाव इति कृत्वा तृतीयमार्गः. तर्हि तेषां मतानुगुणं, मीमांसकानां मतानुगुणं, कार्यकारणभावे सत्यपि कार्यपूर्ववृत्तित्वम् इति कोऽपि नियमः न स्यात् इति. तदा एव खलु समानकालोत्पत्तिः अपि च कार्यकारणभावः उभयोः अङ्गीकारः भवति. मीमांसकाः तथा वदन्ति, वयं तु कार्यकारणभावमपि अङ्गीकुर्मः, समानकालोत्पत्तिरपि अङ्गीकुर्मः इति मीमांसकानां मतम्. तेषां मते समानकालिकोत्पत्तिः इत्युक्ते कारणं च कार्यम् एकस्मिन्नेव समये भवति इति. अवगतं वा? अस्तु. तदर्थमेव एषः वदति कः सिद्धान्ति, भवदुक्तरीत्या तथा भवतु, मया उक्तरीत्या कार्यकारणभावः भवतु इति वदति. यतोहि तादृशमार्गाः सन्ति, भिन्नभिन्न किं वदामः, फिलासफर्स् इति वदन्ति खलु, तेषां पर्स्पेक्टिव्स् भिन्नभिन्नाः भवन्ति इति. अस्तु, अग्रे भगिनि. कः पृच्छति, सिद्धान्तेन पृच्छति उत्तरं, पूर्वपक्षिं ददति. यावत् मम विश्लेषणम् अभवत् तावत्तु प्रश्नः इति यदस्ति, प्रश्नः इत्यस्यां श्रेण्यां, तत्तु पूर्वपक्षिणः मतमस्ति. उत्तरम् इत्यस्यां श्रेण्यां तु एषः सिद्धान्तिनः मतम्. अस्तु भगिनि, तत् श्रुत्वा पुनः अग्रे पठतु भवती एव. पूर्वपक्षी किं वदति? प्रश्नः, किन्तु अन्यप्रश्नः अस्ति, दण्डसत्त्वे घटसत्त्वं, दण्डाभावे घटाभाव इति युक्तं, घटसत्त्वे दण्डसत्त्वं, घटाभावे दण्डाभाव इति वक्तुं न शक्यते किल, नाम विपरतीतत्वेन न उच्यते. इदानीं पूर्वपक्षेण सिद्धान्तिन् पृच्छति, यदि कार्यकारणभाव, यदि सिद्धान्तिन् तस्य मतमस्ति कार्यकारणभाव पूर्ववृत्तित्वं विभागस्य अस्ति, तदनन्तरं संयोगनाशं भवति. ते पूर्वपक्षेण पृच्छति, यदि दण्ड अस्ति तस् कारणम् अस्ति, घटं भवति कार्यकारणभाव, यदि अन्वयसहचार, दण्डाभावे घटाभाव, यदि दण्ड नास्ति निर्माणम् अपि नास्ति, व्यक्ति एकसहचार इति यदि वयं वदामः, घटसत्त्वे दण्डसत्त्वं, यदि कार्यम् अस्ति तस्य घट तस्य पूर्वं कारणं दण्डम् अपि भवितुं शक्नोति, घटाभावे दण्डाभाव, यदि घटकार्यं नास्ति तस्य कारणं दण्ड अपि नास्ति इति यथार्थं भवितुं शक्नोति वा न, एतत् विपरीतरीत्या वक्तुं शक्यते वा? वक्तुं शक्यते वा न वा भगिनि? न वा. यदि घट दण्ड अस्ति, दण्ड भवति घट न, हा तथा वक्तुं न शक्यते खलु. द्वितीयवाक्यं यदासीत् दण्डसत्त्वे घटसत्त्वम् इति कीदृशसहचारः? दण्डसत्त्वे घटसत्त्वम् अन्वयसहचार. हा दण्डाभावे घटाभावः व्यतिरेकसहचार. हा इति कृत्वा दण्डः घटस्य अथवा तयोः मध्ये कार्यकारणभावमस्ति इति सत्यं खलु? हा इति अस्ति. तर्हि अधुना दण्डः घटः तयोः कार्यकारणभावम् अस्ति इति सत्यं, परन्तु तयोर्मध्ये कारणं किं कार्यं किम् इत्यस्यां दिशि गच्छन् अस्ति प्रश्नः. अन्वयव्यतिरेकसहचाराभ्याम् अङ्गीकृतं यत् अस्तु कार्यकारणभावः अस्ति इति, परन्तु तयोः मध्ये कारणं किं कार्यं किम् इति एतावत्पर्यन्तं स्पष्टता न दत्ता खलु. हा तदर्थं तृतीयवाक्यं पृच्छति. तृतीयवाक्यं किमस्ति? कार्यमस्ति तस्य कारणं भवति वा? तृतीयवाक्यं तत् पठतु. घटाभावे दण्डाभावः इति शक्तुं न शक्यते. यदि कार्यं नास्ति कारणं नास्ति इति भवितुं शक्नोति वा? हा कार्यमस्ति इत्युक्ते दण्डः तु स्वातन्त्र्येण तिष्ठति खलु. दण्डस्य उपस्थितिः घटस्य उपस्थितिं न अवलम्बते. बहुत्र दण्डः अस्ति यत्र घटः नास्ति किल, किन्तु विपरीतदिशि तथा नास्ति खलु. यतोहि दण्ड निश्चयेन भवति इति अस्ति, किन्तु यदि दण्ड अस्ति घट निश्चयेन न भवितुं शक्नोति. सत्यं तथा एव अस्ति. दण्डः अस्ति इति कृत्वा निश्चयेन घटः तत्र अस्ति इति वक्तुं न शक्यते. विपरीतदिशि वक्तुं शक्नुमः, विपरीतदिशि गत्वा. तर्हि प्रश्नः अस्ति, हा एषः प्रश्नः तस्यां दिशि गच्छन् अस्ति इत्युक्ते तयोः मध्ये कार्यकारणभावः तु स्पष्टं किल दण्डघटयोः मध्ये. एतत् सर्वं दृष्ट्वा कार्यकारणभावः अपि च कार्यं किं तयोः मध्ये? घटस्य निर्माणम् अपि च दण्डम् इति दण्डः कारणं हा इति स्पष्टं, यतोहि विपरीतत्वेन नोच्यते, विपरीतत्वेन वक्तुं न शक्नुमः. अस्तु अग्रे. तर्हि प्रश्नस्य उत्तररूपेण किं वदति? सत्यं येन साकम् अन्वयव्यतिरेकसहचारो स्तः तत् कारणं घटस्य दण्डेन साकम् अन्वयव्यतिरेकसहचारो स्तः अतः दण्डः कारणं. दण्डे सति घट भवति, दण्डे असति घट न भवति. विभागे सति संयोगनाशो भवति, विभागे असति संयोगनाशो न भवति. सो सिद्धान्तिन उत्तरं ददाति. सत्यं यदि अन्वयव्यतिरेकसहचारस्तः कारणम् अस्ति इति कार्यं भवति घटस्य दण्डेन साकं. यदि कार्यम् अस्ति घट तस्य कारणं दण्ड तस्य समीपम् अस्ति एतत् निश्चयेन भवति. द्वितीयवाक्यं पठतु. येन साकम् अन्वयव्यतिरेकसहचारौ तद् कारणम्. येन साकम् इत्युक्ते येन सह इति. तर्हि अग्रिमवाक्ये किं दत्तमस्ति? घटस्य दण्डेन साकं घटस्य घटस्य कारणं दण्ड दण्डेन सह घटस्य कारणं सत्यं दण्डम् इति कारणं किमर्थम् किमर्थम् इति चेत् दण्डेन साकम् इत्युक्ते दण्डः यत्र वर्तते दण्डेन सह कश्चन सहचारः अपि वर्तते कस्य सहचारः वर्तते घटस्य निर्माणकालस्य सहचारः सहचारः वर्तते दण्डेन साकं तादृश अन्वयः वा अथवा व्यतिरेकसहचारः वर्तते अतः अतः दण्डकारणम् अतः दण्डः कारणं समीचीनं दण्डे सति घटः भवति दण्डे असति घटः न भवति पुनः समान रीत्या सप्तमी सति सप्तमी दण्डे सति घट भवति दण्डे असति घट न भवति यदि यदा दण्डः अस्ति घटस्य निर्माणं भवति यदा दण्डः नास्ति घटस्य निर्माणं न भवति विभागे सति संयोगनाश भवति यदि विभाग भवति तदा हि संयोगनाश भवति विभागे असति संयोगनाश न भवति यदि विभागस्य अभावः अस्ति तदा संयोगनाश अपि न भवति तदा हा न भवति इति कः वदति सिद्धान्तिनः हा सिद्धान्ती वदति यथा दण्डघटयोः स्थितिः तद्वदेव विभागसंयोगनाशयोः इति सिद्धान्ती वदति किन्तु एतावत्पर्यन्तं सः न चिन्तयति यत् विपरीतत्वेन वक्तुं शक्यते न वा उभयता वक्तुं शक्यते न वा इति न चिन्तयति एतावत्पर्यन्तम् अस्तु केवलं दण्डघटयोः उदाहरणं दत्त्वा तथा वदति विभागे सति संयोगनाशः विभागे असति संयोगनाशो न भवति अस्तु इतः अग्रे सरेम तर्हि लक्ष्मी भगिनी पठति वा आं भगिनि उत्तरम् इदानीम् उत्तरं पठनीयं किल किन्तु उत्तरं एकनिमिषः न प्रश्नः उत्तरम् इति सरला भगिनी पठितवती अग्रिमप्रश्नं पठतु नाम दण्डघटयोः यादृशकार्यकारणभावः अस्ति भगिनि भगिनि किन्तु अयं कार्यकारणभावः क्षम्यतां तदेव पठितुम् इष्टवती इति अस्तु किन्तु अयं कार्यकारणभावः एकस्यां दिशि एव भवति घटसत्त्वे दण्डसत्त्वं घट अभावे दण्डभावः इति नास्ति किन्तु कुत्रचित् तथा विपरीतत्वेन भवति चेत् किं वक्तव्यं भवति तदा उभयता कार्यकारणभावः इति वा घट अभावे दण्डाभावः इति वक्तुं न शक्यते किल यतोहि दण्डः कुत्रचित् भवति यत्र घटः न स्यात् नाम दण्डस्य उत्पादनार्थं घटस्य आवश्यकता नास्ति किन्तु विभागः कुत्रचित् भवति यत्र संयोगनाशो नास्ति इति वा विभागस्य उत्पादनार्थं संयोगनाशस्य आवश्यकता नास्ति चेत् विभागः कुत्रचित् भवेत् यत्र संयोगनाशो नास्ति यया रीत्या दण्डस्य निर्माणार्थं घटः न अपेक्षते अतः कुत्रचित् दण्डः भवति यत्र घटः नास्ति एवमेव विभागः कुत्रचित् भवेत् यत्र संयोगनाशः न स्यात् अस्तु अत्र सिद्धान्तिनः कार्यकारणभावः घटदण्डयोः मध्ये उदाहरणं स्वीकृत्य विभागसंयोगनाशः मध्ये अपि तादृश अन्वयः अस्ति वा इति परिशीलयन्ति घटदण्डयोः मध्ये कार्यकारणभावः एकस्यां दिशि एव अस्ति किमर्थं चेत् घटमस्ति चेत् दण्डम् अवश्यं भवेत् किन्तु घटः नास्ति चेदपि दण्डः अपि अभावः इति न वक्तुं शक्यते इति इति न वक्तुं शक्यते. दण्डघटयोः स्थले तु कार्यकारणभावः एकस्यां दिशि, किन्तु अत्र कीदृशी स्थितिः अस्ति? अत्र विभागसंयोगनाशयोः मध्ये तथा नास्ति. अस्तु अस्तु, तत्सर्वं स्किप् करोमि. घटभावे दण्डाभावः इति वक्तुं न शक्यते, यतोहि दण्डः कुत्रचित् भवति यत्र घटः न स्यात्. तत्सर्वं पूर्वमेव उक्तमिति चिन्तयामः. नाम दण्डस्य उत्पादनार्थं घटस्य आवश्यकता नास्ति, किन्तु विभागः कुत्रचित् भवति यत्र संयोगनाश. सो इदानीं प्रश्नः आगच्छति, विभागः कुत्रचित् भवति यत्र संयोगनाशः अस्ति, यत्र संयोगनाशः अपि न संयोगनाशः नास्ति, अथवा विभागः स्वतन्त्रतया संयोगनाशेन विना भवितुमर्हति वा इति प्रश्नः. यदि विभागस्य उत्पादनार्थं संयोगनाशस्य आवश्यकता नास्ति चेत् विभागः कुत्रचित् भवेत् यत्र संयोगनाशो नास्ति. अत्र प्रश्नः एव पुनः पुनः आगच्छति. यदि विभागः स्वतन्त्रतया संयोगनाशेन विना भवितुम् अर्हति वा इति. हा हा, इत्युक्ते एषः सिद्धान्ति वारं वारं किं दण्डघटयोः उदाहरणं ददाति खलु. दण्डघटयोः उदाहरणे तु कार्यकारणभावः अस्ति परन्तु एकस्यां दिशि. किमर्थम् इत्युक्ते दण्डः स्वतन्त्रतया स्थातुं शक्नोति विना घटं, घटस्य आवश्यकता नास्ति खलु. किन्तु विभागस्य कीदृशी स्थितिः, विभागः कुत्रचित् भवति यत्र संयोगनाशः नास्ति इति वा इति पृच्छति. यतोहि विभागः कारणम् इति उक्तं सिद्धान्तिभिः. हा, तर्हि विभागः अपि दण्डः इव वा इति पृच्छति. अग्रे विभागस्य उत्पादनार्थं संयोगनाशस्य आवश्यकता नास्ति चेत् विभागः कुत्रचित् भवेत् यत्र संयोगनाशो नास्ति. अत्र ते उत्तरम् एतत् उत्तरं भवितुमर्हति यत् यदि विभागस्य उत्पादनार्थं संयोगनाशस्य आवश्यकता नास्ति, तथा अस्ति चेत् विभागः स्वतन्त्रतया संयोगनाशेन विना भवितुम् अर्हति. यया रीत्या विभागः इति गुणः, तत् यदि विभागः इति गुणः, ओ सर्क्युलर् रीजनिङ्ग् भवति. विभागः गुणः इति स्वीकुर्मः चेत् द्रव्यस्य उत्पादनार्थं द्वितीयक्षणे विभागः इति गुणः उत्पद्यते वा इति प्रश्नः. आम् इति प्रश्नः. सत्यं, यथा तर्हि एषः जानाति एव कः सिद्धान्ति. दण्डघटयोः उदाहरणं विभागसंयोगनाशस्थले न अन्वेति इति जानाति. आमां, वस्तुतः तथा न भवति खलु. यत्र विभागः अस्ति तत्र संयोगनाशः नास्ति इति अग्रे गत्वा स्पष्टं भवति. किन्तु किम् इत्युक्ते तस्य लाजिक् मध्ये होल्स् अस्ति इति प्रदर्शयितुम् इच्छति. सिद्धान्तिनां लाजिक् मध्ये होल्स् अस्ति, होल्स् इन् हिस् लाजिक् इति प्रदर्शयितुम् इच्छति. दण्डः घटः यथा अस्ति तथा नास्ति खलु. दण्डस्य स्वतन्त्रतया अवस्थितिः शक्या, किन्तु विभागस्य तथा कदाचित् अस्ति वा इति वारं वारं पृच्छति. यया रीत्या दण्डस्य निर्माणार्थं घटः नोपेक्षते, अतः कुत्रचित् दण्डः भवति यत्र घटः नास्ति, एवमेव विभागः कुत्रचित् भवेत् तत्र संयोगनाशकः न स्यात्. सो पुनः सिद्धान्तिनः वदति दण्डघट उदाहरणं स्वीकृत्य यदा यथा दण्डस्य निर्माणार्थं घटः न आवश्यकम् घटः न अपेक्षते घटस्य घटः न आवश्यकं तथैव कुत्रचित् विभागः अपि भवेत् यत्र संयोगनाशः न स्यात् इति ते सिद्धान्ते वदति प्रायः तत् भवितुमर्हति इति ते वदन्ति. पूर्वपक्षी वदति. क्षम्यताम्. अस्तु तर्हि उत्तररूपेण किन्तु क्वचित् कार्यकारणयोः समनियतत्वं भवति, क्वचित् न भवति. प्रकृतस्थले कार्यकारणयोः समनियतत्वम् अस्ति विभागसंयोगनाशयोः. समनियतत्वं नाम समानप्रदेशता. अस्तु उत्तरमस्ति. केचन स्थले कार्यकारणयोः मध्ये समनियतत्वं भवितव्यम् इत्युक्ते समनियतत्वम् इत्युक्ते समानप्रदेशः विभागः संयोगनाशः एकस्मिन् प्रदेशे एव भवेत् इति उत्तरम् उत्तरमस्ति. पूर्वस्मिन् प्रश्नः अस्ति विभागः संयोगनाशयोः मध्ये यत्र विभागः अस्ति तत्र संयोगनाशः अपि भवति वा इति प्रश्नः आसीत्. तस्य उत्तरम् अस्ति विभागः संयोगनाशः द्वयोपि एकस्मिन् प्रदेशे एव प्रदेशे भवेत् इति तस्य उत्तरम् इति तस्य उत्तरम् अस्ति. किन्तु दण्डघटयोः तादृशी परिस्थितिः नासीत् खलु. आम् आम्. समनियतत्वम् अथवा समानप्रदेशता इति दण्डघटयोः नासीत्, यतोहि दण्डः कुत्रचित् भवितुम् अर्हति यतः यत्र घटः नास्ति. तत् समीचीनम्. किन्तु समानप्रदेशता आवश्यकं, किन्तु समानकालं वा इति तत्र स्पष्टता नास्ति. समानकालम् इति तत्र समानकालम् इति तत्र स्पष्टता नास्ति. तत्र असम्शन् एव अस्ति इति मम मतं. तत्र असम्शन् अस्ति विभागः पूर्वमेव पूर्वक्षणे अस्ति, अनन्तरं तत्र संयोगनाशः अस्ति इति भवत्याः मनसि यदस्ति जानामि. उभयोः मध्ये कार्यं किं कारणं किम् इति न एतावत्पर्यन्तं न प्रदर्शितं. केवलं वारं वारम् उक्तं यत् कार्यकारणभावः अस्ति, अपि च कीदृशः कार्यकारणभावः, तादृशकार्यकारणभावः यत्र समनियतत्वम् अपेक्षितं तादृशः इति वदति सिद्धान्ति. अस्तु, किन्तु कालस्य विषये एतावता न उक्तम्. पूर्वं क्षणपञ्चकव्यापिनी तत्र प्रदर्शितम् इति तत्र विभागः पूर्वक्षणे अस्ति इति तत्र प्रदर्शितम्. हा, तत्र प्रदर्शनं तु अभवत्, परन्तु प्रमाणं किम्? प्रमाणं नास्ति. सत्यं. हा, प्रमाणं तदा जातं यदा अनुमानं स्वीकृत्य इत्यादिकं कृतवन्तः किल. इति अस्ति. तर्हि कश्चन भेदः अस्ति दण्डघटयोः मध्ये कार्यकारणभावे समनियतत्वं न अपेक्षितं, किन्तु अस्मिन् प्रसङ्गे तादृशकार्यकारणभावः अस्ति यत्र समनियतत्वम् अस्ति इति वदति. सरला भगिनी. भगिनी, नियत्वं समनियत्वं तस्य भेदः का अस्ति तयोः मध्ये? समनियतत्वम् इत्युक्ते नियतत्वम् इत्युक्ते नियतता नियमरूपेण अस्ति इति. समनियतत्वम् इत्युक्ते एकस्मिन् एव प्रदेशे समानदेशे इति चिन्तयामि इति एव उक्तं. समानप्रदेशता समनियतत्वम् इति. अस्तु अग्रे तर्हि लक्ष्मी भगिनी एव अग्रिमप्रश्नमपि पठतु कृपया. नाम दण्डघटयोः यादृशकार्यकारणभावः अस्ति तस्मात् भिन्नकार्यकारणभावः विभागसंयोगनाशयोः. पुनः सिद्धान्तिनः वदन्ति दण्डघटयोः पूर्वपक्षिणः वदन्ति दण्डघटयोः मध्ये यादृश कार्यकारणभावः अस्ति तादृश कार्यकारणभावः विभागसंयोगनाशयोः मध्ये नास्ति. दण्डघटयोः अपेक्षया विभागसंयोगनाशयोः मध्ये विद्यमानकार्यकारणभावः भिन्नः इति ते प्रश्नः पृच्छन्ति, ऐ मीन् पूर्वपक्षिणः. तस्य उत्तरं सत्यं, यतोहि दण्डघटयोः असमयनियतत्वं विभागसंयोगनाशयोः समनियतत्वं. विभागसंयोगनाशयोः एक एव अवस्थानं भवति, तथा नास्ति दण्डघटयोः स्थले. पुनः सिद्धान्तिनः उत्तरं ददाति यत् दण्डघटयोः मध्ये समानप्रदेशता इति आवश्यकता नास्ति, आवश्यकता नास्ति. किन्तु विभागसंयोगनाशयोः मध्ये तौ अपि तौ विभागः संयोगनाशयोः द्वौ अपि एकस्मिन् प्रदेशे एव भवेत् इति ते वदन्ति उत्तररूपेण. इति भेदः अस्ति. यद्यपि अन्वयव्यतिरेकसहचाराभ्यां कार्यकारणभावः उभयत्र इति साधयितुं शक्नुमः, तथापि किञ्चन भेदः अस्ति. भेदः अयं यत् एकत्र यत् इत्युक्ते दण्डघटयोः स्थले असमनियतत्वं, विभागसंयोगनाशयोः स्थले समनियतत्वम् इति अस्ति कार्यकारणभावे. अस्तु, इति वार्ता अस्ति. तर्हि एतावत् पर्यन्तं कार्यकारणभावः अस्ति इति तु साधितम्. इतः अग्रे गत्वा तर्हि आरम्भे किम् आसीत्? कार्यकारणभावः अस्ति वा? क्रियातः किमर्थं न भवति संयोगनाशः? मध्ये विभागः किमर्थं स्यात्? एतान् प्रश्नान् सर्वान् अतिक्रम्य अधुना कार्यकारणभावः अस्ति इति साधितम्. अस्तु, तर्हि इतः अग्रे कार्यं किं, कारणं किम् इत्यादिकम् अग्रे आगच्छति. अत्र कोऽपि प्रश्नः एतावता? अस्तु, तर्हि अग्रे सरेम. तर्हि सन्ध्या भगिनी. आम्, सम्भाषणानन्तरं पृच्छकस्य मनसि इतोपि केचन प्रश्नाः ये अग्रिमे सम्भाषणे पृच्छन्ते अपरेण सह आलापः. प्रश्नः: अन्वयव्यतिरेकसहचाराभ्यां कार्यकारणभावः निश्चीयते, तत्र च विभागः संयोगस्य नाशकः इति कृत्वा विभागेन संयोगनाशः उत्पद्यते. अधुना दण्डः अस्ति चेदेव घटः उत्पद्यते, किन्तु घटः नास्ति चेदपि दण्डः उत्पद्यते. यत्र यत्र दण्डः तत्र तत्र घटः इति अन्वयसहचारः. तर्हि एषः प्रश्नः इदानीं सिद्धान्तिनः अस्ति वा? न न, तेषामेव पूर्वपक्षिणः एव इति हा इत्येव अस्ति. अस्तु, केवलं पुनः हा हा सारांशरूपेण वदन्ति एतावत्पर्यन्तं यज्जातं. वदतु. तर्हि यद्दृष्टं तत्र कार्यकारणभावः अकस्मात् आगच्छति इत्युक्ते अन्वयसहचारः व्यतिरेकसहचारः इति अन्वयव्यतिरेकसम्बन्धः अस्ति चेत् तत्र आगच्छति. तर्हि तस्मात् विभागः संयोगस्य नाशकः इत्युक्ते संयोगं नाशयति विभागः इति कृत्वा विभागात् संयोगनाशः उत्पद्यते वा विभागेन संयोगनाशः उत्पद्यते इति. तर्हि तयोः तत्र कार्यकारणभावः अस्ति. इदानीं यदि दण्डः अनन्तरं घटः इति यत् पश्यामः, तत्र केवलं दण्डः, यत्र यत्र दण्डः तत्र तत्र घटः इत्येव तत्र वक्तुं शक्नुमः. अन्वयसहचारः इति अस्ति, तयोः तत्र तावद् वक्तुं शक्नुमः इति प्रश्नः अस्ति. विपरीतदिशि न वक्तुं शक्यते. तर्हि उत्तरम् अस्ति सत्यं, तत्सत्त्वे तत्सत्त्वं, कारणसत्त्वे कार्यसत्त्वम्. अत्र दण्डसत्त्वे इत्युक्ते केवलं केवलदण्डसत्त्वम् इति नार्थः, अपि तु सामग्र्यां सत्यां दण्डः अस्ति चेत् घटः उत्पद्यते. दण्डं विहाय अन्या सर्वा सामग्री अस्ति किन्तु दण्डः नास्ति चेत् घटः न उत्पद्यते. तर्हि आम्, यत्र यत्र दण्डः तत्र तत्र घटः इति, तत्र तत्सत्त्वे तत्सत्त्वम् इति तत्र सम्बन्धः अस्ति. इत्युक्ते प्रथमतत् इत्युक्ते कारणं, द्वितीयतत् इत्युक्ते कार्यं. तर्हि कारणसत्त्वे कार्यसत्त्वं, कारणम् अस्ति चेत् कार्यमस्ति इति पुनः पुनः दृष्टम्. तत्र दण्डसत्त्वे इत्युक्ते केवलं दण्डः अस्ति चेत् इति अस्ति चेत् घटः अस्ति इति न अर्थः. तत्र दण्डेन साकम् अन्यसामग्री अपि तत्र स्यात्. यदि अन्यवस्तूनि न सन्ति घटस्य उत्पादनार्थं, तर्हि केवलं दण्डः अस्ति चेदपि घटः न उत्पद्यते. परन्तु अन्यसामग्री अस्ति किन्तु दण्डः नास्ति चेदपि घटः न उत्पद्यते. अतः सर्वेषां वस्तूनां तत्र सर्वैः वस्तुभिः भवितव्यम् इति, दण्डः अपि अन्य वस्तूनि अपि अन्यसामग्री अपि. यानि यानि कारणानि भवन्ति तानि सर्वाणि तत्र भवेयुः इति. आहत्य दण्डः अपि अन्यतमः अस्ति तेषु कारणेषु. कारणेषु तर्हि दण्डेन अपि भवितव्यम् इति कृत्वा दण्डः स्यादेव. अस्तु, अत्र तु स्पष्टमस्ति, कारणम् इति दण्डः, कार्यम् इति घटः. अग्रे गत्वा एतयोः संयोगनाशविभागयोः मध्ये कीदृशी स्थितिः इति परिशीलयामः. नूतनतया केन आगतम् अधुना? अधुनैव. अस्तु, तर्हि अग्रे राजेन्दर् महोदय पठति वा? आं भगिनि. प्रश्नः तत्र च दण्ड अभावे घट अभावः इति सत्यं, किन्तु घट अभावे दण्ड अभावः इति न भवति किल? तथापि विभागसंयोगनाश्योः कार्यकारणभावः चेदपि तयोः सम्बन्धः न तथा यथा दण्डघटयोः विभागत्वे संयोगनाशत्वं, विभाग अभावे संयोगनाश अभावः इति तु अस्ति. किन्तु संयोगनाशत्वे विभागसत्त्वं, संयोगनाश अभावे विभाग अभावः अपि अस्ति. अत्र उच्यते यत् विभागसंयोगनाश्योः समनियतत्वम् अस्ति दण्डघटयोः तथा न अस्ति. विभागसंयोगनाश्योः एकनिमिषम्. अस्तु महोदय, अस्य विवरणं किञ्चित् प्रथमतया. आं भगिनि, अस्य परिच्छेदस्य किञ्चित् विवरणं ददातु कृपया. अस्तु भगिनि, करोमि. इदानीं तु चर्चा अस्ति यथा कः कीदृशी सम्बन्धः अस्ति, तत् घट अभावे दण्ड अभावः यथा दण्डस्य अभावः अस्ति तत्र घट अभावः अपि अस्ति, तत्तु सत्यं. परन्तु घट अभावे दण्ड अभावः भवतु इति न भवति किल? घटः न अस्ति परन्तु दण्डः तु भवितुम् अर्हति यत्र कुत्रापि. तथापि विभागसंयोगनाश्योः कार्यकारणभावः चेदपि महोदय क्षमतां भगिनि. अस्तु अस्तु, तर्हि अन्य तथापि विभागसंयोगनाश्योः कार्यकारणभावः चेदपि तयोः सम्बन्धः न तथा यथा दण्डघटयोः. विभागसंयोगनाशमध्ये यः कार्यकारणभावः अस्ति तथा सम्बन्धः नास्ति, तादृशी यत् दण्डघटयोः मध्ये सम्बन्धः अस्ति, तत्र कार्यकारणभावः अस्ति. यथा दण्ड घट दण्ड अभावे घट अभावः भवति, परन्तु घट अभावे दण्ड अभावः न भवति। परन्तु विभागसंयोगनाशयोः मध्ये तु यथा विभाग अभावः अस्ति, संयोगनाश अभावः अपि अस्ति। परन्तु विभागः अस्ति, संयोगनाशः अपि भवति। तथा तत्र यथा दण्डघटयोः मध्ये सम्बन्धः अस्ति, तथा विभागसंयोगनाशयोः अपि मध्ये तादृशी कार्यकारणभावः न अस्ति। विभागसत्त्वे संयोगनाशत्वं, विभाग अभावे संयोगनाश अभावः इति तु अस्ति। किन्तु संयोगनाशसत्त्वे विभागसत्त्वं, संयोगनाश अभावे विभाग अभावः अपि अस्ति। विपरीतत्वेन एव अत्र सत्यमस्ति विभागसंयोगनाशयोः मध्ये। यत्र विभागः अस्ति, संयोगनाशः अपि अस्ति। विभाग अभावः अस्ति, संयोगनाश अभावः अपि अस्ति। तथैव विपरीतत्वेन संयोगनाशः अस्ति, तत्र विभागः अपि अस्ति। विभागः अस्ति, संयोगनाश अभावे विभाग अभावः अपि अस्ति। परन्तु तादृशी स्थिति दण्ड घट मध्ये दण्डघटयोः मध्ये न तादृशी स्थिति नास्ति। विपरीतत्वेन न तथा न सत्यं, तत् न भवति। अत्र उच्यते यत् विभागसंयोगनाशयोः समनियतत्वम् अस्ति, दण्डघटयोः तथा नास्ति। अतः विभागसंयोगनाशयोः कृते अस्माभिः यथा सिद्धान्तिनः वदन्ति यत् विभागसंयोगनाशयोः मध्ये समनियतत्वम् अस्ति, एकस्मिन्नेव प्रदेशे स्ताः। परन्तु दण्डघटयोः मध्ये असमनियतत्वम् अस्ति, यथा एक समानप्रदेशे भवेत् तथा न आवश्यकी। विभागसंयोगनाशयोः मध्ये उभयथा एकनिमिष प्रश्नः अस्ति वा? समीचीनमासीत् महोदय। विभागसत्त्वे संयोगनाशसत्त्वं, विभागाभावे संयोगनाशाभावः इति तु अस्ति, तत् समीचीनम्। परन्तु अग्रिमभागः तत्र संयोगनाशसत्त्वे विभागसत्त्वं, संयोगनाशाभावे विभागाभावः इति कुतः आगतमस्ति? यदि कार्यकारणभावः अस्ति चेत् तथा न भवति किल? तर्हि हा सत्यं, मम मनसि अपि सः प्रश्नः आसीत्। तर्हि कार्यकारणभावः अस्ति इति तु एतावत् पर्यन्तम् अङ्गीकृतं खलु, परन्तु तयोः मध्ये कार्यं किं, कारणं किम् इति साधितं वा? तत्र पूर्वं तदेव उक्तं किल, विभागः कारण अनन्तरं संयोगनाशः कार्यं, तत्र इति सः वदति कः सिद्धान्ति, प्रमाणं न दत्तम्। अस्तु, अतः प्रमाणं नास्ति इति कृत्वा पूर्वपक्षी किञ्चित् एक्स्टेण्ड् कृत्वा एतदपि भवितुम् अर्हति, तर्हि इदानीं प्रमाणीकरोतु किं प्रथमं। यतोहि संयोगनाशसत्त्वे संयोगनाशः अस्ति इति इत्यस्य अर्थः कः? संयोगः नास्ति, संयोगः भग्नः इति खलु, इत्युक्ते विभागः अस्ति तत्र इति। तादृशमेव एक्स्टेन्शन् अस्ति, संयोगनाशसत्त्वम् इत्युक्ते तत्र संयोगः भग्नः, संयोगः नष्टः इति वार्ता, इत्युक्ते विभागः इति आगच्छति, विभक्तौ इति प्रतीतिः भवति। संयोगस्य वाक्यस्य द्वितीयभागः यः अस्ति, संयोगनाशसत्त्वे विभागसत्त्वम् इति, पूर्वपक्षिणा एव तत्र किञ्चित् अग्रे नीतम् अस्ति इति। सत्यं सत्यम्। अस्तु, यतोहि सिद्धान्तिभिः अधुना पर्यन्तं कार्यं किं, कारणं किम् इति न उक्तं, केवलम् एकवारम् अजर्शन् कृतम्। अस्तु, प्रमाणं किम् इति तस्मिन् तस्यां दिशि अस्ति एषः पूर्वपक्षी। अस्तु, संयोगनाशाभावः इत्युक्ते किम्? संयोगः अस्ति, संयोगनाशाभावः इत्युक्ते संयोगनाशस्य अभावः इत्युक्ते संयोगः अस्ति, तत्र विभागः नास्ति, विभागाभावः इति किञ्चित् तथा वदति एक्स्ट्रापोलेट् कृत्वा। तर्हि उभयोः मध्ये दण्डघटयोः स्थितिः तु न आसीत्, तथा स्पष्टता आसीत् तत्र, दण्डं दण्डः एव कारणं, घटः कार्यम् इति. अपि च अत्र वार्ता किञ्चित् भिन्ना अस्ति, काचित् भिन्ना, यतोहि तर्हि समनीयतत्वम् अस्ति द्वयोः इति कृत्वा तद् एक्स्टेण्ड् कृतमस्ति इति. सत्यं विभागसंयोगनाशयोः समनीयतत्वं, दण्डघटयोः असमनीयतत्वं. तर्हि किं कारणं, किं कार्यम् इति, प्रमाणः नास्ति इदानीं पर्यन्तम्. इदानीं पर्यन्तं प्रमाणं नास्ति, किन्तु कार्यकारणभावः अस्ति इति मन्तुं शक्यते खलु, यतोहि अन्वयव्यतिरेकसहचाराभ्यां कार्यकारणभावः इति आगतः. परन्तु तयोः मध्ये कार्यं किं, कारणं किम् इति अग्रिमः विषयः अस्ति. अस्तु, हा अग्रे तर्हि सरला भगिनी किञ्चित् पठति वा अग्रे. आम्, विभागसंयोगनाशयोः मध्ये उभयथा अन्वयव्यतिरेकसहचारस्तः इति चेत् कथं जानीमः द्वयोः मध्ये किं कारणं किञ्च कार्यं, किमर्थं न वदामः यत् संयोगनाशः कारणं विभागः कार्यं, नाम किं पूर्वं किम् अन्तरम् इति कथं ज्ञायेत. पूर्वपक्षिणः पुनः पृच्छन्ति, संयोगनाशयो मध्ये यदि अन्वयव्यतिरेकसहचारः स्तः तदि तदा विभागप्रथमं भवति वा संयोगनाश अनन्तरं भवति, कारणं विभागः अस्ति वा संयोगनाश अस्ति, कथं वक्तुं शक्नुमः इति स्पष्टमस्ति खलु. आम्, उत्तरं समीचीनप्रश्नः. अत्र लोकव्यवहार विनिगमकः निर्णायकः इत्यस्मिन् विषये किञ्चित् चिन्तयामः. यदा दण्डेन घटं ताडयति तदा द्वयोः कपालयोः संयोगः नष्टः इति अपि लोके उच्यते. द्वौ कपालौ विभक्तौ इति अपि उच्यते. लोके विभागः संयोगनाशः इति एक एव वस्तु इति व्यवहारः. अतः लोकव्यवहारः विनिगमकः इति वक्तुं न शक्यते. शास्त्ररीत्या शास्त्रीया काचित् युक्ति अस्माभिः द्रष्टव्या. सिद्धान्तिन अङ्गीकुर्वन्ति प्रश्न यदि विभाग प्रथमम् अस्ति वा संयोगनाश अनन्तरम् अस्ति वा विपरीतत्वेन, तस्य उत्तरं ददाति लोकव्यवहार विनिगमक. विनिगमक मीन्स् ज्ञानं भवति निर्णायकः. अस्तु, विनिगमनविरहः इति पूर्वम् एकवारं दृष्टमस्ति. आम्, लोके व्यवहारः कथम् अस्ति तस्य आधारेण किञ्चित् वयं पुनः चिन्तयामः. यदा दण्डेन घटं ताडयति तदा द्वयोः कपालयोः संयोगः नष्ट इति अपि लोके उच्यते. यदि घटस्य ध्वंसः भवति दण्डेन यदि दण्डेन घटं ताडयति तदा द्वयोः कपालयोः संयोगः एकस्मिन् युगपत् नष्ट भवति. द्वयोः कपालयोः संयोगः द्वौ कपालौ विभक्तौ इति अपि उच्यते. द्वौ कपालौ संयोगः नष्टः वा द्वौ कपालौ विभक्तौ, द्वौ वाक्ये द्वौ वाक्यौ लोके व्यवहारे द्वे वाक्ये लोके व्यवहारं भवति. लोके विभागसंयोगनाश इति एक एव वस्तु इति व्यवहारः. व्यवहाररीत्या संयोगनाश वा विभागः द्वौ एकम् अस्ति. अतः लोकव्यवहारः विनिगमकः इति वक्तुं न शक्यते. सो लोकव्यवहारः अपि निर्णयं न कर्तुं शक्नोति कि कारम् संयोगनाश वा कार्यं विभाग वा विपरीतन्वेन विभागकारणं संयोगनाशकार्यं तदर्थम् अग्रे तदर्थं शास्त्रीय काचित् युक्ति अस्माभिः दृष्टव्या. अतः शास्त्रीयरीत्या कथं साधितुं शक्नोति तस्य दृष्टिकोणं कथम् अस्ति इति अस्ति वार्ता. तर्हि लोकस्य दृष्ट्या तु तत्र समानकालिकत्वम् अपि अस्ति, एकस्मिन् समये एव जायताम् इति उभावपि लोकस्य दृष्ट्या. परन्तु शास्त्रीयरीत्या एकस्य पूर्ववृत्तित्वम् अपरस्य उत्तरवृत्तित्वम् इति भवेत्, तदर्थं शास्त्रीयरीत्या चिन्तनीयं भवति इति उक्त्वा अग्रे गत्वा तस्य प्रमाणमपि दद्यात् इति चिन्तयामि. अस्तु, तर्हि कोऽपि प्रश्नः अस्ति वा? अन्यत् किमपि चिन्तनम् अस्य विषये? अत्र कोऽपि विनिगमनाविरहः नास्ति इति चिन्तयामि. तर्हि एतावत् पर्यन्तम्. अस्तु, तर्हि विरमामः. धन्यवादः. शुभरात्रिः. दीपावलिः शुभाशयः.